ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकृतं तस्मै पणये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानकरपत्रमस्ति अष्टाध्यायीग्रन्थे सूत्रेषु बलाबलचिन्तनं। द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति चेत् तत्र द्वयोः स्योः मध्ये कीदृशसम्बन्धः वर्तते तस्य विषये एव अस्माभिः तत्र एका परिभाषा पठितं। पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः। ग्रन्थे तु एकं एकमेव सूत्रं दत्तं, तदस्ति विप्रतिषेधे परं कार्यं। सो अष्टाध्यायीग्रन्थे विप्रतिषेधे परं कार्यम् इत्येव सूत्रयोः यः सम्बन्धः वर्तते तस्य विषये एकमेव सूत्रम् अस्ति। अतः तत्र अनया परिभाषया तत्र द्वयोः सूत्रयोः मध्ये समानबलमस्ति इत्युक्ते तुल्यबलविरोधः वर्तते, तदा तत्र परसूत्रं बलवत् भवति इति विप्रतिषेधे परं कार्यं। परन्तु तथापि तत्र परं शब्देन न केवलं परम् इत्युक्ते यः सूत्रम् अनन्तरम् अस्ति, परम् इत्युक्ते श्रेष्ठम् इष्टम् इति अस्य इत्यपि तस्य अर्थः भवति। अतः तत्र केवलं तुल्यबलविरोधः अस्ति अतः परसूत्रं बलवद् भवति इति तत्र निर्णयः तेन वयं रूपसिद्धिः साधुरूपसिद्धिः न प्राप्नुमः। अतः तत्र एका परिभाषा अपि अस्ति पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः। अनेन वयं किम् अनया वयं परिभाषया किम् अवगच्छामः, तत्र सर्वेषाम् अपेक्षया अपवादसूत्रं बलवत् अस्ति। अतः प्रथमे एव यदा तत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति अस्माभिः तत्र प्रथमे एव तत्र उत्सर्ग अपवादविषये चिन्तनं करणीयं। यदि तत्र उत्सर्ग अपवादसम्बन्धः द्वयोः सूत्रयोः मध्ये नास्ति चेत् तत्र अन्तरङ्ग बहिरङ्गसम्बन्धः इति अनन्तरं द्रष्टव्यम्। अन्तरङ्गसम्बन्धः अपि नास्ति देन् नित्य अनित्य इत्यस्य विषये चिन्तनं करणीयं। द्वयोः मध्ये नित्य अनित्य नित्यसूत्रं किम् अनित्यसूत्रं किम्। यदि तत्र नित्य अनित्यसम्बन्धः अपि न दृश्यते तदा एव पूर्वपर इति विषयः तत्र भवति। अपि च यदा तत्र एकम् अङ्गकार्यम् अस्ति द्वितीयमस्ति वारणात् अङ्गं बलीयः इति या परिभाषा अस्ति तेन तया अपि वयम् आदौ एव निर्णयं न कर्तुं शक्यते। बिकास् वारणात् अङ्गं बलीयः इति सर्वदा तस्य प्राप्तिः इत्युक्ते तस्य प्रयोगं कुर्मः चेत् तत्र रूपसिद्धिः भवति इति तु नास्ति। यदि किमपि तत्र शास्त्रीयचिन्तनं न भवितुम् अर्हति तदा एव वयं वारणात् अङ्गं बली यः इति परिवा आधारीकृत्य तत्र निर्णयं कुर्मः। सो एतत् सर्वं शास्त्रीयचिन्तनमस्ति। शास्त्रे द्वयोः सूत्रयोः मध्ये कस्मिंश्चित् सोपाने एकत्र प्राप्तिः भवति चेत् तत्र कथम् अस्माभिः निर्णेतव्यम्। अन्तरङ्गं बहुविधम् इति अत्र करपत्रे लिखितम्। अन्तरङ्गस्य विषये बहु किमपि चर्चा अस्ति शास्त्रे, परन्तु अस्माकं करपत्रे तत्र प्रकारद्वयमेव प्रदर्श्यते। एकमस्ति अपरनिमित्तिकम् अन्तरङ्गम् इत्युक्ते अपर न परनिमित्तं, यस्य सूत्रस्य कृते परनिमित्तं नास्ति तदपि अन्तरङ्गं भवति, तदपि अन्तरङ्गस्य लक्षणम् अस्ति। यस्य शास्त्रस्य कृते इत्युक्ते अन्तरङ्गं शास्त्रम्, अन्तरङ्गं सूत्रम् अथवा कार्यम्। सो यस्य कार्यस्य कृते कोऽपि परनिमित्तं न उक्तमस्ति तद्भवति अन्तरङ्गम्। यथा अस्माभिः पूर्वस्मिन् वर्गे तत्र सूत्रस्य उदाहरणमस्ति आदेच उपदेशे अशीति। यद्यपि अत्र सू सूत्रे अशीतिपदं सप्तम्यन्तं दृष्टिते एजन्तानां मात्वम् औपदेशिकधातु ये ये औपदेशिकधातवः सन्ति तेषु यः एजन्तेषु ये एजन्तदातवः तेषाम् आत्वम् अनेन सूत्रेण भवति. यदि वयम् अत्र पश्यामः अशीति इति अत्र निमित्तम् अस्ति तथा नास्ति सूत्रे. अत्र अशीति इति निमित्तं नास्ति. अत्र अशीति इत्यनेन तत्र क्षितिपरे तस्य न क्षिति इत्यनेन तत्र न क्षिति इत्युक्ते कार्यं क्षिति परे न भवति. तत्र नै तत्पुरुष इत्यस्य न इत्यस्य अन्वयः क्रियापदेन सह अस्ति. अतः तत्र विशिष्ट निषेधः अस्ति. न तु अत्र अशीति इत्यनेन अशित् प्रत्ययपरे आत्वम् इति उक्तमस्ति. सो अस्मिन् सूत्रे आदेश उपदेशे अशीति इति सूत्रे तत्र निमित्तं परनिमित्तं नास्ति. अस्मिन् सूत्रे विधिः अपि दत्तमस्ति, समानसूत्रे निषेधः अपि दत्तमस्ति. इत्युक्ते विधेः निषेधः कदा भवति? यदा तत्र परे कोऽपि षित् प्रत्ययः अस्ति. सो षिति कार्यं न भवति. षिति सूत्रस्य सूत्रेण यत् कार्यम् उक्तम् अस्ति तत् न भवति. अतः एतत् सूत्रम् आदेश उपदेशे अशीति इति सूत्रम् अपरनिमित्तिकम् इति अन्तरङ्गस्य तत्र अन्तरङ्गशारं भवति. इत्युक्ते विधि यत् अस्ति तत् अन्तरङ्गं विधि भवति. सो यदा द्वयोः सूत्रयोः मध्ये तत्र कुत्रचित् एकत्र प्राप्तिः भवति चेत् आदेश उपदेशे अशीति तत्र अनेन सूत्रेण एव वयं कार्यं कुर्मः बिकास् एतत् अन्तरङ्गशास्त्रम् अस्ति. सो यदा अस्माकं विवक्षा अशित् प्रत्ययस्य अस्ति तदा सर्वदा प्रथमे एव अनेन सूत्रेण तत्र एजन्तदा आत्वं भवति. सो इत्युक्ते सर्वं व्याकरणशास्त्रे सर्वं तु विवक्षानुगुणमेव भवति. मम विवक्षा यत् अस्ति मनसि तत्र लट्लकारस्य विवक्षा अस्ति चेत् अहम् इदानीं जानीमः तत्र वयं जानीमः तत्र किं भवति. तत्र विकरणप्रत्ययः मध्ये आयाति, धातुः कस्य गणस्य अस्ति तद् ज्ञानमपि मनसि भवति मनसि अस्ति. अतः तत्र कीदृशप्रत्ययः, यथा तत्र गायधातुः, गायधातुः लट्लकारस्य विवक्षा अस्ति चेत् लट्लकारः सार्वधातुकलकारः तत्र शप्रत्ययः तु मध्ये आयाति एव. शप्रत्ययः शित् अस्ति, अतः गायधातु तत्र आत्वं न भवति. किमर्थं चेत् तत्र अशित् प्रत्ययपरे आत्वस्य निषेधः अस्ति इति आदेश उपदेशे अशीति. परन्तु यदा मम विवक्षा गायधातुतः कोऽपि लृट् लथ् वा कोऽपि धातुकृत् प्रत्ययः अस्ति चेत् तत्र अर्धधातुकृत् प्रत्ययेषु यदि सः अशित् प्रत्ययः अस्ति तत्र आदौ एव मया तत्र एजन्तस्य आत्वं तत्र करणीयम्. इत्युक्ते एतत् सर्वं प्रत्ययस्य प्राक् एव भवति. प्रत्ययः यदा आगच्छति इत्युक्ते युग्पत् एव भवति. प्रत्ययस्य कीदृशप्रत्ययस्य विवक्षा अस्ति तदा एजन्तधातोः आत्वं प्राप्नोति यदि सः अशित् अस्ति. सो क्षितिपरे निषेधः अस्ति, परन्तु अशित् प्रत्ययपरे तु अवश्यं कार्यं भवति. विवक्ष यदा तत्र तादृशविवक्षा अस्ति तदा तस्मिन् प्रथमसोपाने एव तत्र आत्वं भवति. एतत्तु एकविध अन्तरङ्गमस्ति. द्वितीयम् अन्तरङ्गमस्ति तत्र अस्माभिः तद् यत् पूर्वे पठितं यस्य शास्त्रस्य निमित्तं पूर्वे उपस्थि इत्युक्ते स्थानी अस्ति तद्भवति अन्तरङ्गशास्त्रं. सो पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गं यस्य सूत्रस्य निमित्तं स्थानी इत्युक्ते पूर्वे अस्ति. द्वितीयसूत्रस्य निमित्तम् अनन्तरं भवति इत्युक्ते किञ्चित् दूरे भवति, स्थाने किञ्चित् दूरे अस्ति. तद् बहिरङ्गं भवति. यस्य शास्त्रस्य निमित्तं स्थाने समीपे वर्तते तदस्ति अन्तरङ्गं. प्रायशः तत्र पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्यस्य तत्र बहूनि उदाहरणानि सन्ति, तादृश अन्तरङ्गस्य तत्र वयं तत्र प्रायशः प्राप्नुमः. अपि च तत्र तादृशसूत्राणि अपि सन्ति ग्रन्थे येषां कृते तत्र परनिमित्तम् एव न उक्तं, यथा जलां जशोऽन्ते. जलां जशोऽन्ते इत्यस्य कृते, सूत्रस्य कृते कोऽपि परनिमित्तं न उक्तं, केवलं तत्र उक्तं तत्र पदस्य अन्ते जलवर्णः अस्ति चेत्, पदान्ते जलवर्णः अस्ति चेत् तस्य जादेशः भवति. परनिमित्तं तत्र न आवश्यकं तस्मिन् सूत्रे. सो तादृशसूत्रमपि अन्तरङ्गसूत्रम् इति वदामः इति अस्माभिः पूर्वस्मिन् वर्गे सर्वं पठितम्. अनन्तरं तत्र इदानीं तत्र साररूपेण एतत् विजयलक्ष्मीभगिन्याः एतत् चित्रं प्रदर्शितम् अस्ति. तत्र पूर्वपरनित्य अन्तरङ्गापराद अपादानामूरं बलीयः या परिभाषा अस्ति तस्य विषये एव एतत् साररूपेण चित्ररूपे आधारीकृत्य तत्र दत्तमस्ति. अपि च तत्र प्रश्नः आगच्छति, तत्र सूत्रे अष्टाध्यायीग्रन्थस्य भागद्वयं सपाद सप्ताध्यायी अपि च त्रिपादी, त्रिपाद्यां तत्र विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति, बिकास् तत्र आदौ एव एक अधिकारसूत्रम् अस्ति पूर्वत्र सिद्धम्. पूर्वत्र सिद्धनेन पूर्वस्त्रस्य कृते परशास्त्रम् असिद्धं भवति. सो तत्र विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रं कार्यं न करोति त्रिपाद्याम्. अतः त्रिपाद्यां द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति चेत् तत्र कथं निर्णयं करणीयम् इत्यपि अग्रे तत्र चतुर्थ दश पाठ्यांशे दत्तमस्ति, तत् अद्य पठामः. तस्य प्राक् अत्र चित्रस्य विषये किञ्चित् चिन्तनं कुर्मः. चेतना भगिनी, चित्रस्य विषये वदतु भगिनी, किं लिखितम् नमस्कारः महोदय. सूत्राणां बलाधर्म बल संक्षेपः कार्यक्षेत्रं द्वयोः सूत्रयोः एकत्र प्राप्तिः, एकत्र प्राप्तिः अस्ति चेत् तुल्यबलविरोधः इति चिन्तनं करणीयं. सूत्रम् एकं सूत्रं द्वयं तुल्यबलविरोधः अस्ति वा नास्ति वा इति द्रष्टव्यम्. अस्ति चेत् पूर्वसूत्रं तुल्यबलविरोधः इत्युक्ते तुल्यबलविरोधः इत्युक्ते किं भगिनि इत्युक्ते तुल्यबलविरोधः एकः स्थले एव सूत्रद्वयं द्वयस्य प्रसक्तिः अस्ति, अपि च अन्यत्रान्यत्र न तुल्यबलविरोधः अस्ति इति. किं पुनः वदतु, मया न मम ध्वनिः सम्यक्तया आगच्छति वा? किञ्चित् ब्रेक्स् अस्ति महोदय, मया अपि न श्रुतं भवती यत् उक्तवती. वन् सेकेण्ड्, I will shift some to my other network. इदानीं वदतु भगिनि, तुल्यबलविरोधः इत्युक्ते किम्? तुल्यबलविरोधः इत्युक्ते एकस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः अस्ति, अपि च अन्यत्र कुत्रापि एकसूत्रस्य कार्यं नास्ति. न न तुल्य अन्यत्र अन्यत्र लब्धावकाशयोः सूत्रयोः एकत्र प्राप्तिः तुल्यबलविरोधः. तुल्यबल इत्युक्ते किम्? तुल्य इत्युक्ते किं भगिनि? तुल्य एक समानः. द्वयोः शास्त्रयोः समानबलम् अस्ति. There is not, it is not that one is more powerful, second is less powerful. Then only we will say the tulya balah. If two children of same age are competing with each other, then we will say both have samana balam. If some 16 year will compete with a 10 year, tatra vayam na vaktum shakyate na tulya balah dvayoho madhye tulya balah asti, tulya balam asti. तथैव अत्र अस्ति. द्वयोः सूत्रयोः एकत्र प्राप्तिः, परन्तु द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र स्वतन्त्रलब्धावकाशः वर्तते. इदानीम् एकत्र प्राप्तिः अस्ति, कुत्रचित् एकत्र प्राप्तिः अस्ति, तदा एव द्वयोः मध्ये तुल्यबलः. एकत्र प्राप्तिः अस्ति चेत् तत्र विरोधः भवति, बिकास् दे हेव् ईक्वल् पवर्, then they are competing with each other. Kutrachit kasmanchit sopane dayoho ekatra praptihi asti, tada tatra kim bhavati, virodha bhavati. Tasya nama eva tulya bala virodha. So dayoho swatantra labdhavakashah asti, and dayoho kutrachit ekatra praptihi, तदा एव वयं वक्तुं शक्यते द्वयोः मध्ये सूत्रयोः तुल्यबल, सूत्रे तुल्यबलविरोधे स्तः. टू आर् कम्पीटिङ्ग्. सो यदा प्रायशः तत्र बहुत्र केवलम् अपवादविषये एव तुल्यबलविरोधः नास्ति. अन्येष ये अन्यसम्बन्धाः सन्ति, नित्यानित्य, अन्तरङ्ग् बहिरङ्ग्, पूर्वपर, तत्र प्रायशः द्वयोः कृते स्वतन्त्र लब्धावकाशः अस्ति. इदानीं तत्र कस्मिंश्चित् सोपाने एकत्र प्राप्तिः भवति, तदा एव वयं बलाबलविषये चिन्तनं कुर्मः, यदा एकत्र प्राप्तिः भवति. यदि स्वतन्त्रलब्धावकाशः, सपोज् कस्मिंश्चित् सोपाने एकमेव सूत्रस्य प्रसक्तिः अस्ति, तत्र तु कोऽपि क्लेशः एव नास्ति न भगिनि? तत्र तु तेन सूत्रेण एव कार्यं कुर्मः. परन्तु यत्र कस्मिंश्चित् सोपाने द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति, तदा तत्र निर्णयः करणीयं, केन सूत्रेण प्रथमे कार्यं, विच् सूत्र हेज़् मोर् पावर्. सो देन् first we check whether dvayoho krite anyatra anyatra labdav swatantra labdavakashah asti va nasti. If there is a swatantra labdavakashah dvayoho krite anyatra anyatra kutrachit swatantra labdavakash, tatra kopi badha na bhavati. Sutra a can, sutra 1 can do swatantra karyam kutrachit कस्मिंश्चित् प्रक्रियायां, सूत्र 2 केन् आल्सो डु इण्डिपेण्डेण्ट् कार्यं, तत्र कोऽपि विरोधः न वर्तते. तादृशसूत्रयोः यदा एकत्र प्राप्तिः भवति, तदा एव वयं वदामः तत्र द्वयोः मध्ये तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः अस्ति. यदि कस्यचित् एकस्य सूत्रस्य स्वतन्त्रलब्धावकाशः नास्ति, देन् देट् that becomes niravakashatvam, no? Then that will become an apvad sutram. So there are two conditions. Tulyabala virodha asti chet kim karniyam, then we have got 3-4 paths to check. Tulyabala virodha nasti chet, then it is easy. Then there will be only utsarga apvad sambandha. यदि तत्र द्वयोः मध्ये तुल्यबलविरोधः नास्ति, बिकास् वाट् डस् देट् मीन्स् तुल्यबलविरोधः नास्ति? देट् मीन्स् वन् सूत्र विल् डस् नाट् हेव् अ स्वतन्त्र लब्धावकाशः, तस्य कृते अन्यत्र लब्धावकाशः न वर्तते. यत्र यत्र तस्य सूत्रस्य कार्यक्षेत्रं तत्र तत्र सूत्रं वन् इत्यपि आगत्य तस्य कार्यं भवति, इत्युक्ते तस्य प्रसक्तिः अस्ति. सो वेरेवर् सूत्र टु स्ट्रैक्स् सूत्र वन् आल्सो कम्स् ओवर् देयर्. देट् इस् वै दिस् अप्वाद् अण्ड् उत्सर्ग् इस् टु ओवर्लेपिङ्ग् सर्कल्स्. Here we don't have overlapping circles. We have some part is outside the circle also. So yada tatra tulya bala virodhah asti, either it will be like this, or it will be like maybe some small portion, or it will be completely like this. But there will be some independent portion for both of the two sutras. But yada tatra tulyabalavirodaha nasti, it will be like this. One sutra is completely inside the karyakshetra of another sutra. Utsarga and this is apvad. Samana kshetram asti. So atra vayam na vaktum shakyate dvayoho tulyabalavirodaha asti. Even if it is, see, it is not about the area. It is, Tulyabala Virodha is not, this is big circle, this is small circle. Tulyabala Virodha is, Etasya Shastrasya Krite Api Independent Kari Shetram Asti. Asya Shastrasya Krite Api Independent Kari Shetram Asti. Kevalam Atra Eva this Virodha Bhavati. This, only this dark portion is where these two will compete with each other. For rest of the places, they have the independent. Even if the sutra has, at one place it has an independent avakasha, then also we cannot say it is an apvad sutra. Avagatam va bhagni? Ammote. Ammote. Tulyabala virodha is main thing. And prayashah nitya nitya vishaya api tulyabala virodha bhavati. Antarang bahirang vishaya api tulyabala virodha asti. Tathapi vayam सर्वदा यदा तुल्यबलविरोधः तत्र परं कार्यम् इति न भवति. वि हेव् टु चेक् अदर् थिङ्ग्स् आल्सो. वदतु इदानीं तुल्यबलविरोधः अस्ति वा नास्ति वा द्रष्टव्यं. नास्ति चेत् अपवादसूत्रं बलवत् भवति, तस्य कार्यम् एव करणीयं. तुल्यबलविरोधः अस्ति चेत् अस्तु, तुल्यबलविरोधः नास्ति चेत् अपवाद सूत्रस्य विधानं विधिः भवति. अपवाद यत् अपवाद सूत्रमस्ति तस्य विधिः भवति. केन शास्त्रेण? अनया परिभाषा एव. दिस् इस् द परिभाषा. सपोज् सम्बडि अस्मि, हौ अपवाद सूत्रम् इस् बलवत्, then we will quote this paribhasha. There is no sutra purva paranityantaranga apavadanam uttara uttaram baliyah etatatvi shastra pramanam. This is shastra pramanam. So yadhyapi we don't know who has said this paribhasha, but it has come from generations to us. So each vyakarana follows this paribhasha. So this is the pramanam. अपवाद सूत्रस्य विधानं केन शास्त्रेण? अनया परिभाषया, पूर्वपरनित्यान्तरम्. अण्ड् कुत्रचित् वारणाद् अङ्गमलीयः इति अपि वयं तत्र अस्य आश्रयः अपि नेतुं शक्यते. वदतु इदानीं, तुल्यबलविरोधः अस्ति चेत्? अस्ति चेत् प्रथमे अन्तरङ्गं वा बहिरङ्गं वा इति द्रष्टव्यम्. अन्तरङ्गशास्त्रं बलवत् भवति. हौ टु डिसैड् वेदर् द्वयोः मध्ये अन्तरङ्ग बहिरङ्गस्य सम्बन्धः वर्तते? वाट् इस् द ट्रिक्? देर् बि मोर् देन् त्री टु पासिबिलिटीस् देर् विल् बि मोर् देन् टु एण्टिटीस् विल् बि आल्वेस् इन्वाल्ड् इन्वाल्ड् then only this is a very great hint to understand whether द्वयोः शास्त्रयोः अन्तरङ्ग बहिरङ्ग सम्बन्धः अस्ति वा नास्ति. देर् विल् बि थ्री एण्टिटीस्, ऐदर् देर् विल् बि स्थानि द्वयम् एकं निमित्तम्, आर् देर् विल् बि स्थानि वन् स्थानि एण्ड् निमित्त टूस् टू निमित्तास् बिन् द टू शास्त्रास्. ओब्वियस्लि देर् विल् बि टू शास्त्रास्, शास्त्र वन् शास्त्र सूत्र वन् सूत्र टु, एण्ड् सूत्र वन् इत्यस्य कृते अपि किञ्चित् स्थानि वर्तते, सूत्र एण्ड् निमित्तं वर्तते, सूत्रं टु इत्यस्य कृते अपि किञ्चित् स्थानि अस्ति, किञ्चित् निमित्तम् अस्ति. यदि द्वयोः कृते समानस्थानि समाननिमित्तं, देन् यु हेव् टु अण्डर्स्टाण्ड् देट् अत्र तु अन्तरङ्ग सम्बन्धः न भवितुं शक्नोति. There will not be antarang sambandha. So you will directly jump to the nitya-nitya. If there are three entities, sthani dvayam nimittam samanam, sthani ekam nimitta dvayam, then obviously there will be an antaranga and bahirang sambandha. This is just a hint, this is not shastra, but this is how we will decide. अन्तरङ्गसूत्रमस्ति चेत् अन्तरङ्गशास्त्रं तस्य कृते प्रमाणं अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति परिभाषासूत्रं परिभाषा अस्ति. न श्रुतम्, ऐ एम् नाट् एबल् टु हियर् भगिनि. इस् देयर् सम् पास् इन् बिट्वीन्? वी केन् हियर् यु. एतावत् सर्वैः अवगतं पुनः तत्र भग्नः जायते वा, ध्वनिः सम्यक् नास्ति? किञ्चिदेव किञ्चिदेव. वि केन् मेक् औट् वाट् यु सेयिङ्ग् महोदय. Astu, is there some break and then it comes together? Some packet loss is there, huh? But it's okay now. Astu, astu. So antarang shastram, for deciding that antarang shastram has more power, we have got these two paribhasha. Nityad api antarangam balavat, it is the same. This is also a paribhasha. So Nagesh that has Nagesh Bhatt has now he has broken this purva para nitya antaranga apvadanam uttara uttaram. With respect to antarang, he has given us now two three paribhashas. One is nityad antarangam balavat, antarange bahirangasya asiddhatvat. Antarange bahirangasya asiddhatvat, antarang and bahirang, अन्तरङ्गस्य अपेक्षया बहिरङ्गशास्त्रम् असिद्धम् इत्युक्ते न वर्तते, असिद्धम् इति अस्ति. अतः देन् बिकास् फार् हिम् देट् इस् असिद्धशास्त्रं, ओब्वियस्लि अन्तरङ्गशास्त्रं विल् डू द कार्यम्, अन्तरङ्गसूत्रस्य विधानम्. सो फार् दिस् हौ ड अन्तरङ्गशास्त्रं तस्य प्रमाणं किं? परिभाषाद्वयम्, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. So, next step is nitya anitya sambandha asti va iti eka sutram dvivaram agachiti chet saha nitya sutram iti tasya upayogam prathame eva karaniyam iti kritakrita प्रसङ्गी यः अस्ति कृताकृतप्रसङ्गी यः विधिः सः नित्यविधिः. अत्र कीदृश प्रथमवाक्ये कीदृशपदमस्ति? परानित्यं बलवत् कृताकृत् अकृत न अस्ति कः अर्थः परानित्यं बलवत् परानित्यं भगवत् यः परानित्यम् पुनः आगच्छति चेत् सः बलवत् न पदविच्छेदः सन्धिविच्छेदः करोतु भगिनि परात् नित्यं परात् परात् इत्युक्ते पञ्चम्यन्तं पदं पञ्चमी परात् परात् नित्यं बलवत् परात् इति पञ्चमी अस्ति परात् इत्यनेन किम् वै वी आर् सेङ्ग् परात् नित्यं बलवत् परः तस्य पञ्चम्यन्तम् अस्ति पर शब्दस्य पञ्चम्यन्तम् अर्थः कः पञ्चम्यन्तम् अस्ति अतः एतत्तु सूत्रं नास्ति न भगिनि दिस् इस् अ वाक्यं परात् नित्यं बलवत् फ्रोम् द परसूत्रं नित्यसूत्रं बलवत् वाट् इस् दट् मीन् वि आर् डिस्कसिङ्ग् परसूत्रं वै शुड् वि से परात् नित्यं बलवत् वाट् इस् द नीड् टु से परात् नित्यं बलवत् That is the sutra that comes again. That sutra is Balavat. Nana, Parat Nityam Balavat ityasya kaha arthaha Manjari Bhagni, Bhavati Vadatu? Parat iti Panchami Nirdishtam Padam asti. Panchami Nirdishtam Padam Purva Nimittam Darshayati. Na, atra to etat sutram nasti na Bhagni. This is the paribhasha. Parat Nityam Balavat. जस्ट् वाक्यं परात् नित्यं हा अर्थः अस्ति यद्यपि तत्र तुल्यबलविरोधः अस्ति तथापि नित्य सत्यं सत्यं वदतु किं नित्य अनित्य शास्त्रकार्यं करणीयम् न श्रुतं मया न श्रुतम् अत्र पश्यतु भगिनि तुल्यबलविरोधः अस्ति वाट् डस् देट् मीन् तुल्यबलविरोधः अस्ति तुल्यबलविरोधस्य अन्यनाम किं वाट् इस् अनदर् नेम् फार् तुल्यबल विप्रतिषेधः यदा विप्रतिषेधः विषयः अस्ति तदा किं भवति तत्र अन्यत्र लब्धावकाशः अस्ति न तत्र शास्त्रं किं विप्रषेदे परं कार्यं विप्रतिषेधविषये विप्रतिषेधविषये किं भवति परं कार्यं भवति पूर्वात् परं बलवत् पूर्वात् परं बलवत् अस्ति अत्र इदानीं नित्यविषये अपि तुल्यबलविरोधः अस्ति सो इफ् वि से विप्रतिषेधे परं कार्यं परसूत्रं बलवत् अस्ति नौ दिस् नित्यशास्त्रे सेम् परात् अपि नित्यं बलवत् यद्यपि परशास्त्रम् अनित्यशास्त्रं तथापि नित्यशास्त्रं बलवत् अस्ति वि केनाट् से तुल् विप्रतिषेधे परं कार्यं दट् इस् वै आल्वेस् दट् इस् वै परशास्त्रं डस् नाट् मीन् दट् इट् विल् आल्वेस् बि द बलवत् सो परात् नित्यं बलवत् इत्युक्ते यद्यपि यः अनित्य एकं भवति नित्यशास्त्रं द्वितीयं भवति अनित्यशास्त्रं यदि अनित्यशास्त्रं यद्यपि अनित्यशास्त्रं परे अस्ति परात् अस्ति तथापि नित्यशास्त्रम् एव बलवत् भवति सो इफ् द नित्य इफ् देर् इस् अ तुल्यबलविरोधः वी केनाट् से परं कार्यं श्रेष्ठं परम् इति कार्यं भवति न यदि तत्र द्वयोः मध्ये कृताकृतप्रसङ्गः वर्तते तदा तु परात् नित्यं बलवत् देट् इस् वै यदा तत्र विप्रतिषेधः अस्ति तदा केवलं विप्रतिषेधे परं कार्यम् इति कृत्वा तत्र परं शक्यशास्त्रं बलवति इति न तत्र अन्यत् सम्बन्धः अपि द्रष्टव्यम् अन्तरङ्गबहिरङ्ग नित्यानित्य यदि तादृशसम्बन्धः नास्ति तदा एव परसूत्रं बलवत् भवति. तुल्यबलविरोधस्य अस्ति चेत् वी हेव् टु स्टार्ट् फ्रम् अन्तरङ्ग् बहिरङ्ग् देन् नित्य अनित्य देन् वी विल् गो टु द पूर्वपर. अतः अत्र लिखितं परात् नित्यं बलवत्. यद्यपि अनित्यशास्त्रं परशास्त्रं, परशास्त्रम् इत्युक्ते अन्तरम् अस्ति, तथापि तस्य अधिकबलं न वर्तते. नित्यशास्त्रस्य अधिकबलं नित्यं बलवत्. नपुंसकलिङ्गे अस्ति अतः बलवत् इति उक्तमस्ति, बलवान् उक्तमस्ति. नित्यं सूत्रं बलवत्. अवगतं वा भगिनि? चेतना भगिनी अवगतं वा? अत्र लिखितं परात् नित्यं बलवत्. बिकास् वी आर् सेङ्ग् तुल्यबलविरोधः अस्ति. तुल्यबलविरोधे किं भवति? परं कार्यं. विप्रतिषेधे किं भवति? परं कार्यं. बट् वी आर् सेङ्ग् इफ् देर् इस् कृताकृतप्रसङ्गः देन् परात् अपि नित्यं बलवत् इति अत्र लिखितं परात् नित्यं बलवत्. कृताकृतप्रसङ्गे यः विधिः सः नित्य, अतः नित्यशास्त्रस्य विधानं भवति, न तु परशास्त्रस्य विधानम्. Sometimes it can happen that the Nitya and the Parashastra both are, Nitya is also Parashastra. But it can happen that Nitya is Purva and Anitya is Para and Tullibala Virodha is there, still we, Parashastram cannot be Balvam. That is why Parat Nityam Balvat iti Uttamam. Agre? Agre Vatatu Bhagni? वदतु भगिनि. चेतना भगिनि इदानीं वदतु. इदानीं तदनन्तरं परसूत्रं वा पूर्वसूत्रं वा इति द्रष्टव्यम्. चित्रे किं लिखितमस्ति? परसूत्रं पूर्वत्रासिद्धम् इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा. त्रिपाद्यामपि पूर्वं प्रति परशास्त्रम् असिद्धम्. तत् पूर्वत्र असिद्धिं वदति. अष्टाध्याय्यां भागद्वयम् अस्ति, सपादसप्ताध्यायी अपि च त्रिपादी इति. सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धम् अस्ति. त्रिपादीमध्ये अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्. तस्य कः अर्थः इत्युक्ते कस्मिंश्चित् सोपाने सपादसप्ताध्यायी इत्यस्य सूत्रं प्लस् त्रिपादीसूत्रम् द्वयोः मध्ये तुलना भवति चेत् हौ विल् वि डिसैड्? सपादसप्ताध्यायी तस्य यः सूत्रमस्ति सः एव करणीयं. तस्य कृते सत्यं, बिकास् सपादसप्ताध्याय्यां कृते तस्य शास्त्रस्य कृते त्रिपादीसूत्रं न वर्तते एव, असिद्धमस्ति. इट् डस् नाट् सी देट् दिस् सूत्र, इवन् हि डस् नाट् देट् सूत्र डस् नाट् नो देट् दिस् सूत्र आल्सो एक्सिस्ट्. तस्य अस्तित्वमेव नास्ति तस्य कृते. अतः तेनैव वयं कार्यं कुर्मः. परन्तु यदि सपादसप्ताध्याय्यां तत्र भवति चेत् तत्र परशास्त्रस्य विधानं भवति, बहुत्र तु परशास्त्रस्य विधानं. पूर्वात् परं बलवत्. महोदय अत्र एकः प्रश्नः वदतु. वदतु महोदय, श्रूयते वा? अत्र पूर्वत्र सिद्धम् इत्यनेन पृच्छतु पृच्छतु. तपातसभ्यायां यत् सूत्रमस्ति एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, एकं सूत्रं त्रिपाध्याय्याम् अस्ति. द्वयोः एकत्र प्राप्तिः अस्ति चेत् सपादसप्ताध्याय्यां यत् सूत्रमस्ति तदेव बलवत् अस्ति. अस्तु महोदय, तेनैव प्रथमे कार्ये. श्रूयते वा? ध्वनिः श्रूयते वा? सत्यं महोदय, भवतः चिन्तनं सत्यं, सम्यक्. अत्रापि पठतु भगिनी, किं लिखितमस्ति? पूर्वात् परं बलवत्. पूर्वात् परं बलवत् विप्रतिषेधे परं कार्यम् इत्यनेन तुल्यबलविरोधे परसूत्रस्य विधानम्. सो वेन् वेनेवर् वि विल् अप्लै द परसूत्रं, देन् सिम्प्लि वि विल् कोट् विप्रतिषेधे परं कार्यं, बिकास् दिस् इस् द सूत्रं विच् इस् दे एक्सिस्टिङ्ग् इन् अष्टाध्यायी ग्रन्थे 142 इति सूत्रम् अस्ति, परिभाषासूत्रं. विप्रतिषेधे अत्र विषयसप्तमी अस्ति, विप्रतिषेधविषये, विप्रतिषेधे इत्युक्ते तुल्यबलविरोधे परं कार्यं, परशास्त्रं, परसूत्रं यत् तस्य विधानं भवति. दिस् इस् द परिभाषा, दिस् इस् द सूत्रं, परिभाषासूत्रम् अस्ति 142 इति परिभाषासूत्रम् इति तत्र सारांश. महोदय, अन्यः प्रश्नः अस्ति, पृच्छामि वा? अत्र वदतु महोदय. नित्यसूत्रम् अत्र नित्यसूत्रस्य प्रसङ्गे अत्र लिखितमस्ति परानित्यं बलवत्. अत्र परात् नित्यं बलवत् इति भवति, परात् परसूत्रात् इति वक्तुं शक्नोमि वा? आम्, परसूत्रात् अपेक्षया नित्यं बलवत् शास्त्रं बलवत् इत्युक्ते वै वि आर् सेङ्ग् परात्, बिकास् वि सेड् तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः अस्ति चेत् प्रायशः कस्य आश्रयं वयं स्वीकुर्मः? विप्रतिषेधे परं कार्ये. सो यदा तत्र विप्रतिषेधविषये तुल्यबलविरोधे वयं किं वदामः? शास्त्रमस्ति, परं कार्यं. परन्तु इदानीं न केवलं तत्र तुल्यबलविरोधः अस्ति, तत्र नित्यानित्यप्रसङ्गः अपि अस्ति. द्वयोः मध्ये केवलं तुल्यबलविरोधः एव नास्ति, तत्र नित्यानित्यप्रसङ्गः अपि अस्ति. अतः परात् नित्यं बलवत्, बिकास् द फस्ट् सेज् विप्रतिषेधे परं कार्यं, परं सूत्रं श्रेष्ठं. बट् सिन्स् देर् इस् अ नित्यानित्यसम्बन्धः आल्सो, दट् इस् वै वि आर् सेङ्ग् परात् नित्यं बलवत्. परात् इत्यस्य अपेक्षया अपि यद्यपि अनित्यशास्त्रं परे अस्ति, तथापि तस्य अधिकबलं न वर्तते, नित्यं बलवत् भवति. अस्तु महोदय, इदानीम् अवगतं, धन्यवादः. मञ्जरी भगिनी, अग्रे पठतु भगिनी, फोर्थ् पायिण्ट्, पूर्वत्र सिद्धं. पूर्वत्र सिद्धम् 8.2.1 अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः, अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः. प्रथमभागस्य नाम सपादसप्ताध्यायी, द्वितीयभागस्य नाम त्रिपादी. अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्याम् अपि पूर्वं प्रति परं शास्त्रम् असिद्धम्. त्रयाणां पादानां समाहारः त्रिपादी, द्विगुसमासः. स सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहिता सपाद सप्ताध्यायी पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धम् पूर्वत्र इति अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्यायाः अन्तपर्यन्तं प्रवर्तते. अत्र अष्टाध्यायी इति ग्रन्थस्य भागद्वयमस्ति. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः अस्ति सपादसप्ताध्यायी. अष्टमाध्यायस्य द्वितीयतृतीयचतुर्थपादाः मिलित्वा द्वितीयभागः, तस्य नाम अस्ति त्रिपादी. पूर्वत्र असिद्धम् इति अत्र द्विपदमिदं सूत्रमस्ति. पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं पदम्. अनेन सूत्रेण त्रिपाद्यां यानि सूत्राणि हाने अत्र सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. नाम सपादसप्ताध्यायी सूत्रेण यदि किमपि कार्यं भवति तत्र सपादसप्ताध्यायी सूत्रं त्रिपादी स्थितं सूत्रं द्रष्टुं न शक्यते इति अर्थः. अनन्तरं त्रिपाद अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायीं सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. वाट् डस् देट् मीन्? द्वयोः सूत्रयोः यदि तत्र प्राप्ति भवति तत्र सपादसप्ताध्यायी मध्ये सूत्रमस्ति तेन कार्यं भवति इति तस्य अर्थः, न तु त्रिपादसप्ताध्यायी सूत्रेण. पश्यतु अत्र भगिनि, सपोज् दिस् इस् सपादसप्ताध्यायी, दिस् इस् त्रिपादी, देर् इस् सच् अ वाल्, देर् इस् अ वाल् सपादसप्ताध्यायी पूर्वे यत् कार्यं, दिस् इस् पूर्व एण्ड् दिस् इस् पर, सो सपादसप्ताध्यायी सूत्रस्य यत् कार्यम् अस्ति, दिस् इस् अ वाल्, फ्रोम् हियर् वी केन् सी एव्रिथिङ्ग्. इत्युक्ते सपादसप्ताध्यायी शास्त्रस्य कृते, सोरि, फ्रोम् हियर् नथिङ्ग् एक्सिस्ट् इस् हियर्, दिस् डस् नाट् एक्सिस्ट्. फ्रोम् द दृष्टि आफ् सपादसप्ताध्यायी त्रिपादी डस् नाट् एक्सिस्ट्, बट् फार् द त्रिपादी सपादसप्ताध्यायी एक्सिस्ट्. So it is such a, like we have that kind of mirrors where during the night we can see from inside and during the day we can't see from outside. Such, this is a wall between two parts. Tripadi can see all the tadyai. त्रिपादी इत्यस्य कृते सपादसप्ताध्यायी असिद्धं नास्ति, केवलं सपादसप्ताध्यायी इत्यस्य कृते त्रिपादी असिद्धं. सिमिलर्ली दिस् वाल्, वेन् देर् इस् त्रिपादी सूत्रद्वयस्य मध्ये तुलना भवति चेत् दिस् विल् कम् हियर्. सो फार् दिस् स्माल् पोर्शन् दिस् डस् नाट् एक्सिस्ट्, but for this is everything exists similarly. So this keeps on shifting. So this portion, now for this portion this does not exist. purva purvasya prati परम् असिद्धम् अस्ति बट् इट् डस् नाट् मीन् परस्य कृते अपि पूर्वम् असिद्धम् इट् इस् नाट् बोथ् इट् इस् नाट् वैस् वर्सा केवलं पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं परशास्त्रस्य कृते पूर्वं सिद्धम् अस्ति इट् सी द कार्यास् आफ् द पूर्व सिद्धमेव इट् इस् नाट् बोथ् वेज् त्रिपादी सूत्रद्वयं वर्तते चेत् पूर्वस्य कृते एव परम् असिद्धं परस्य कृते पूर्वम् असिद्धं नास्ति केवलं पूर्वशास्त्रस्य कृते परसिद्धं परशास्त्रम् असिद्धं सिमिलर्ली सपादसप्त्याध्याय्यां प्रति त्रिपादी असिद्धं बट् त्रिपादी प्रति पूर्व सपादसप्त्याध्यायी असिद्धं नास्ति इट् एक्सिस्ट् देट् इस् वै इट् केन् टेक् द when need arises it can take any sutram it can take any paribhasha sutram because they exist for tripadi also sangya all the sanghyas will come for tripadi for them sapad saptadhyayi is not asiddham it is not both ways it is one way only tripadyam api purvam prati param shastram asiddham Similarly, suppose we have 8 to 1 arabhya, suppose we have 8 to 4 and 8 to 5. 8 to 5 itesi krite, 8 to 4 exist karoti. But for 8 to 4, 8 to 5 does not exist. That it cannot see the karya. Iti purvatra siddham. Purvatra इति अव्ययीपदम् अस्ति तस्य कः अर्थः इन् द प्रसीडिङ्ग् पार्ट् नाट् इन् द लेटर् पार्ट् इन् द प्रसीडिङ्ग् पार्ट् इन् द प्रीवियस् पार्ट् असिद्धम् अनन्तरं यत् अस्ति तद् असिद्धं भवति इति पूर्वत्र सिद्धं दिस् इस् अ वेरि स्पेशल् कान्सेप्ट् विच् हेस् बिन् इण्ट्रोड्यूस्ड् बै पाणिनि महर्षि बै वन् सूत्र ओन्ली हि हेस् done a lot of karyas avgatam va chetana bhagni avgatam va purvat prasiddham concept of purvatra siddham within sapada saptyayi there is no such restriction so all can see each other no there is yes satyam because tatra purvatra siddham ityapi kopi adhikara nasti atah द्विप्रतिषेधे परं कार्यं केनाट् केनाट् वर्क् इन् त्रिपादि बिकास् इट् सेस् यदा विप्रतिषेधः तदा परकार्यं श्रेष्ठं बट् इट् सेस् परशास्त्रं तु असिद्धमस्ति पूर्वत्र दीस् आर् अपोजिट् टु इच् अदर् विप्रतिषेधे परं कार्यं पूर्वत्र अत्र पूर्वस्य कृते परम् अस्थितम् अस्ति तत्र पूर्वस्य अपेक्षया परं श्रेष्ठम् अस्ति विप्रतिषेधे परं कार्यं सो विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रं त्रिपाद्यां कार्यं न करोति देट् शास्त्र डस् नाट् कार्य बिकास् अत्र सर्वत्र त्रिपाद्यां सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते not a single part from starting from 8 to 1 ant paryantam granthasya ant paryantam purvatra siddham ityasya shastrasya adhikarah vartate so vipratishedha will not do karya in tripadi agre api patatu bhavati etat parichedam api pat purvatra siddham ityasya karyam dvividham शास्त्रसिद्धं कार्यसिद्धं च द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादीसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते पूर्वमेव त्रिपादी शास्त्र असिद्धम् इति उच्यते पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव अतः तेन परत्रिपादिसूत्रेण यत् किमपि कार्यं क्रियते तत् पूर्वत्र असिद्धम् इत्यनेन असिद्धम् इदं कार्यम् असिद्धम् इति उच्यते. किम् अवगतं शास्त्रसिद्धं कार्यम् अत्र हा अत्र अत्र कार्यं द्विविधम् अस्ति शास्त्रसिद्धं तथा कार्य असिद्धम् अत्र whatever we have discussed till now पूर्वत्र सिद्धं विषये पूर्वत्र असिद्धम् इत्यस्य विषये यत् किमपि अस्माभिः इदानीं पर्यन्तं तत्र उक्तं तत् सर्वं शास्त्र असिद्धं वि वेर् एक्चुलि डिस्कसिङ्ग् शास्त्र असिद्धम् बिकास् द्वयोः शास्त्रयोः एकत्र प्राप्तिः वन् शास्त्र बिकम् सिद्धं वन् बिकम् असिद्धं सपाद सप्ताध्यायी वर्सस् त्रिपादिसूत्रम् त्रिपादिसूत्रद्वयं पूर्वस्य प्रति पूर्वशास्त्रं परशास्त्रं पूर्वस्य प्रति परशास्त्रम् असिद्धं दट् सर्वम् इस् शास्त्र असिद्धं नौ वी हेव् टु अण्डर्स्टाण्ड् वट् इस् कार्यसिद्धं वट् इस् कार्यसिद्धं कार्यसिद्धं त्रिपादिसूत्रं पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तत्र तत्रापि सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तस्य तत्र परत्रिपादिसूत्रेण कारितं कार्यं न दृश्यते नाम परत्रिपादिसूत्रेण यदि किमपि कार्यं कारितम् अस्ति तत् कार्यं तस्य पूर्वे पूर्वत्रिपादिसूत्रमस्ति तेन न द्रष्टुं शक्यते तथा सपादिसूत्राध्यायी सूत्रेण अपि तत् कार्यं द्रष्टुं न शक्यते इति तस्य अर्थः no. न अवगतं महोदय सपोज् 8.4.4 इति सूत्रेण अपि यदि कार्यं कारितमस्ति तत् कार्यं 8.1.3 इति सूत्रेण द्रष्टुं न शक्यते इति त्रिपादिमध्ये पूर्वस्थितं यत् किमपि सूत्रमस्ति तेन परसूत्रेण कारितं कार्यं न द्रष्टुं शक्यते इति त्रिपादि कृते तदेव तत् कार्यं सपादसप्ताध्यायीसूत्रेणापि न द्रष्टुं शक्यते अत्र पश्यतु भगिनि किम् सपोज् वी हेव् रामः इति आर् रामः एति समथिङ्ग् लैक् देट् इति आर् रामः ए सो रामः एति इति विसर्गस्य अत्र विहाय कोऽपि भिन्नस्वरः अस्ति चेत् विसर्गस्य किं भवति ह्रस्वाकारं विहाय अन्य कोऽपि स्वरः अस्ति चेत् विसर्गस्य परे अस्ति चेत् तत्र प्रायशः विसर्गस्य लोपः भवति सो इट् बिकम्स् राम एव आर् राम इति नौ देट् लोप एक्सिस्ट्स् इन् त्रिपादि ऐ डोण्ट् रिमेम्बर् नौ केन सूत्रेण अत्र भवति एक्चुलि इट् इस् it is amas it is not happen shastriya chintanam tatha nasti second it is rama yoga su so it becomes ramas plus eti suppose eti Ramas plus eti, then this how is this, how has this sir come? Chetana Bhagni, avgatam va, sir iti kim asti? Visargasya sthani. Ha? Atra su iti, su iti prathama vibhakti ekvachanasya pratyah. तत्र उकारस्य संज्ञा अस्ति सो रामस् इति भवति अनन्तरं सकारस्य किं भवति ऋत्वं भवति अमर् इट् बिकम्स् रामर् अनन्तरं तत्र रेफस्य रेफस्य ह्रस्व अकारं विहाय I think bo bago agos apurvasya yo ashih iti sutra rephasya atra yakarah bhavati yakarasya lopah bhavati lopa shakalyasya tanena rephasya sthane yakara adeshah bhavati yakarasya lopa shakalyasya tanena yakarasya lopah bhavati so it becomes rama plus rama eti isn't it so this lopa shakalasya is somewhere 8.3 iti sutram anantaram kimapi sankhya asti so lopa shakalasya yakarasya yaha lopah bhavati that is the tripadi sutrasya karyam 8.3 iti tripadi sutram asti lopa shakalasya now tripadi sutra has done it is karya by which yakarasya lopah abhavat now we have reached to rama eti isn't it now somebody will say akarasya ekarah pare asti so what should I do atra rama iti ante akarah akarasya anantaram ekarah so what will happen over here samhitayam satyam kim bhavati a plus a asti che guna katham guna katham guna na आकारस्य एच् वर्णे परे किं न श्रुतं वृद्धि भवति आत् परे एच् वर्णः अस्ति चेत् तत्र वृद्धिः भवति देट् सूत्र इस् सपात् सप्तध्यायि सूत्रम् वृद्धिरेचि सूत्रम् इस् सपाद सप्त्यध्यायि सूत्रे सोरि सपाद सप्त्यध्यायि सूत्रे षष्ठाध्यायी सिक्स् संथिङ्ग् आर् सिक्स् वन् संथिङ्ग् सोरि संज्ञा स्वरसन्धिसूत्राणि 6.1 इति आरभ्य तत्र सो नौ फार् दिस् 6.1 सूत्र फार् द सपाद सप्ताध्यायी सूत्र त्रिपादीसूत्रस्य कार्यं न दृश्यते असिद्धम् अस्ति सो फार् इट् विल् सी देट् इट् इस् रामाय प्लस् एति देट् इस् वै दिस् सूत्र केनाट् डू कार्य ओवर् हियर् फार् 6.1 सूत्र फार् वृद्धिरेचि इति सूत्रस्य कृते इट् इस् नाट् अ प्लस् ए इट् इस् रामाय प्लस् एति देट् इस् वै this is karyas and what do we say in short how do we remember this visargasya lopanantaram swara sandhina karniyam that is how we say na when visargasya lopah bhavati anantaram we not do swara sandhi why because this is the shastram karya siddham asti actually for vidirechi it is not akara plus ekara it is ya plus a ya yakarasi yah lopah abhavat tadna drishyate tat karyam na drishyate yakarasi lopadeshah lopa shakalyasi tanen yat karyam abhavat tat sapadi sutrasya krite na drishyate eva so vriddhi rechi sees it is ramai plus eti so I cannot come over here it is not a plus e and how do we remember it in short we say that visargasya lopananta अनन्तरं सन्धि अच् सन्धि न करणीयम्. इफ् देर् इस् अन् अवकाश, इफ् वि सी देर् इस् अन् अवकाश फार् स्वरसन्धि तथापि न भवति, बिकास् देट् इस् अशास्त्र कार्य असिद्धम् अस्ति. दट् कार्य इस् असिद्धं, देट् इस् वाट् इस् कार्य असिद्धम्. त्रिपादिसूत्रेण यत् कार्यं पूर्वे एव कृतं तत् सपादसप्ताध्यायी अथवा पूर्वत्रिपादिसूत्रस्य प्रत्यये असिद्धं, तत् कार्यम् असिद्धमस्ति. वट् कार्य हेस् हेपन्ड् ओवर् हियर्? लोप, यकारस्य लोपः, यकारस्य लोपः. केनाट् सिक्स् वन् सूत्र केनाट् सी देट् यकारस्य लोपः हेस् हेपन्ड् बिकास् फार् हिम् लोपशाकलस्य डस् नाट् एक्सिस्ट् एट् आल्. That sutra, sutra is not existing. Karya Siddham asti. This is Karya Siddham. Avgatamva Bhagni? Chetana Bhagni, Avgatamva? Avgatam. So in short, how do we remember this Karya Siddham? Instead of saying Karya Siddham asti, we say that yada visargasya lopaha bhavati, अनन्तरं तत्र स्वरसन्धि अवकाशः अस्ति चेत् न करणीयं. वी केन् नाट् डु स्वरसन्धि बिकास् देट् इस् कार्य अस्ति. देट् इस् कार्य अस्ति बिकास् हल्सन्धि अण्ड् विसर्गसन्धि सूत्र दे एक्सिस्ट् इन् त्रिपादि. दिस् इस् हौ विल् रिमेम्बर् बिकास् वी डोण्ट् रीड् द शास्त्रं. न वि नो वै इट् इस् कार्यसिद्धं, किमर्थं न भवति स्वरसन्धि, किमर्थम् अनन्तरं न भवति? बिकास् फार् देम् इट् इस् नाट् अ प्लस् ए, इट् इस् य प्लस् ए. सो हौ केन् स्वरसन्धि हेपन् ओवर् देयर्? अत्र अग्रे शास्त्रसिद्धं कार्यसिद्धम् इत्यस्य उदाहरणानि अपि सन्ति दत्तम्. चेतना भगिनी अग्रे पठतु भगिनी शास्त्रसिद्धं. शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति. सूत्रद्वयस्य प्रसक्तिः एक समानकाले समानस्थले अस्ति चेत् शास्त्रसिद्धम् इत्यस्य परत्रिपादिसूत्रम् असिद्धम् अस्ति इति कारणात् एतत् एव शास्त्रसिद्धम् इति उच्यते. द्वयोः सूत्रयोः समानकाले, इट् इस् नाट् देट् सम्बडि हेस् डन् पूर्वे तस्य कार्यम् अभवत्. द्वयोः शास्त्रयोः समानकाले इत्युक्ते प्राप्तिः अस्ति चेत् तत्र परशास्त्रस्य कृते पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं, सपादसप्तादयशास्त्रस्य कृते त्रिपादिसूत्रम् असिद्धं. देट् इस् वाट् इस् शास्त्र असिद्धम्. उदाहरणम् हल् सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल् सन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् योगजायते झलां जशोन्ते 8239 स्तोश्चुनाश्चुः 8440 एकत्र आयाति. आयातः स्तोश्चुनाश्चुः इत्यस्य असिद्धात् झलां जशोन्ते पूर्वं भवति. यद् जायते स्तोश्चुनाश्चु इत्यनेन श्चुत्वं, यज् जायते यज्जायते. एवमेव सर्वाणि झल् सन्धिसूत्राणि. अत्र उदाहरणम् अत्र पश्यतु कः कः सम्बन्धः वर्तते. जलां जशो अन्ते स्तोः चुनाश्चुः द्वयोः मध्ये कः कः सम्बन्धः अस्ति भगिनि वदतु एकवारं. वाट् एवर् वी हेव् रेड् इन् द बलाबलचिन्तने. यत् योग जायते यत् जलां जशोन्ते जल् जल् इत्युक्ते वर्गीय तृतीय द्वितीय प्रथम अपि च उष्माणः वर्णाः जल् जश् आदेशः भवति अतः यत् योग जायते च च ज तृतीयवर्णः अस्ति अतः जलां जशोन्ते इत्यस्य प्रसक्तिः अस्ति. अत्र निमित्तं न उच्यते परं किमपि अस्ति चेत् जश् सन्धि करणीयं. द भवति जश् जलां जशोन्ते वदति त स्थाने द आयाति जलवर्णस्य भवति. जलवर्णस्य जशादेशः भवति कदा यदि सः जल् पदस्य अन्ते अस्ति. अत्र पदस्य इत्यस्य अधिकारः अपि वर्तते. पदस्य पदस्य इत्यनेन तिङन्तं पदम् सुप्तिङन्तं पदं तु पदस्य अन्ते कोऽपि जलवर्णः अस्ति चेत् तस्य जशादेशः भवति. अत्र कोऽपि बाह्यनिमित्तं नास्ति. जलां जशो अन्ते तावदेव सूत्रम् जलवर्णः पदस्य अन्ते वर्तते चेत् तस्य जशादेशः भवति. जश् इस् वर्गीयतृतीय जल् इस् वट् इस् जल् जभाय प्रथम द्वितीय तृतीय चतुर्थ षष्ठ स अन्तस्थ अपि च वर्गीयपञ्चम विहाय. आल्वेस् रिमेम्बर् देट् what you call that Maheshwar Sutra. First we have swaras, isn't it? After that we have hayavaratalan. Hakara is also there and yavarala antasthas. After that yamagananam hayavaratalan itasya anantaram kim jabhai यमगणनं सोरि यमगणनं वर्गीयपञ्चम. सी द आर्डर् इस् स्लैट्लि रिवर्स्. दीस् आर् अन्तस्था द फोर् अन्तस्था एण्ड् दीस् आर् स्वराज् अच् आफ्टर् देट् वी हेव् फोर्थ् आय न दिस् वर्गीयपञ्चम. आफ्टर् देट् वी हेव् वर्गीयचतुर्थ. वट् इस् देट् झभाई खडधश. दे आर् आल् महाप्राण द फोर्थ् लेटर् वर्गीय चतुर. आफ्टर् देट् झभाई गडदश. आफ्टर् देट् जबगडदश वर्गीय तृतीय. जश् इस् दियर् जश् जलां जश. आफ्टर् देट् वी हेव् फफ छठ थ चठ एण्ड् कपै एण्ड् कपै कप एण्ड् य. In the two sutras, we have got 1 and 2. Vargiya first and? 2 and 1. Second. After that, we have got 2 and 1. After that, we have Shashasar, Shar, which is Ushman. And then we have Hal. So, in the Ushmanas also, Ha is there. So, at the end, we have the Ushmanas. So, it starts from Vargiya Thra. So that is why in the when we say jal, when we say jal, it is whatever is above tesham vihaya. जल स्टार्ट्स् विथ् झभाइ, सो इट्स् स्टार्ट्स् विथ् वर्गीय फोर्, वर्गीय फोर् आरभ्य सर्वं, सो वर्गीय फस्ट् वन् टु थ्री फोर् एण्ड् शशसः इस् जल्. सो अन्तस्थ अपि च वर्गीयपञ्चं विहाय सर्वाणि व्यञ्जनानि इस् जल्. सो जल् वर्णस्य जशादेशः भवति पदस्य अन्ते अस्ति चेत्. स्तोहोष्णाश्चुः इति किं वदति? सकारस्य तकारस्य स्थाने परे या पूर्वं सकारः अपि च वर्ण अस्ति चेत् श्चुः आदेशः, सकार च वर्णस्य आदेशः. स इत्यस्य स्थाने श, तु इत्यस्य स्थाने चु, इत्युक्ते स्थाने अन्तर्तमः. स्थाने इवडे यथासङ्ख्यमानुदेशः समानं, देट् आल्सो देट् केन् वर्क् ओवर् हियर् बिकास् क्रमः समानम् अस्ति. द स्थानी आर् सिक्स्, आदेश आल्सो सिक्स्, सङ्ख्या समानम् अस्ति. सो वी केन् से यथा सङ्ख्यमनुदेशः समानम्. सो त स्थाने च, थ स्थाने छ, अकार्डिङ्ग्लि इट् विल् हेपन्. एण्ड् स स्थाने श भवति. वी केन् से यथा सङ्ख्यमनुदेशः समानम्, तया परिभाषा एव अत्र कार्यं भवति. सो इफ् सी इफ् स्तोश्चुनाश्चुः इति अत्र कार्यं करोति चेत् देन् इट् विल् बिकम् यच् जायते. त स्थाने च आदेशः भवति, देट् इस् अनिष्टरूपम्. इफ् स्तोश्चुनाश्चुः विल् डू फस्ट् कार्यं, then it will become yach jayate, but that is asiddha, that is not correct form. So first jalam jashvante, because it is purva sutram, purva shastra sikrite parashastram asiddham, because they belong to the tripadi. So tatra purvatra siddham ityasya adhikarah, purvasya prate parashastram asiddham, so this is shastra siddham. Atah jalam jashvante itanen ev karyam. So yat will become yad, jashvarnah. Then still it is two, this is chu, so the sthane cha cha ja ja iti adeshah bhavati, so it becomes yaj jayate. Yadi vayam purve eva stoho shna kurvah chet, it will become yaj jayate. This is shastra siddham. Dvayoho shastrayoho ekatra praptihi. द्वयमपि त्रिपादीसूत्रम् सूत्रे, अतः पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं, दट् इस् शास्त्र असिद्धम्. शास्त्र असिद्धम् इस् ईजि टु अण्डर्स्टाण्ड्. अवगतं वा भगिनि? नौ सपोज् फार् द फार् द टैम् बीङ्ग् फार् गेट् दिस् सूत्रसङ्ख्या. Just remember that, think that these two are Sapad Saptadhyayi Sutram. Jalam Jasho Ante is Purvush Sutram and Stoho Shunashchuhi is Parasutram. Dvayoho Ekatra Praptihi Asti. Kaha kaha Sambandha Vartate Dvayoho Madhe? Actually, Tripadi is easier to select the Sutra. Sapad Saptadhyayi is slightly tricky. Now think that both the sutras are Sapad Saptadhyayi Sutra. This is Parasutram and this is Purva Sutram, Jalam Jashvante, this is Parasutram. Dvayoho madhe kaha kaha sambandha atra bhagni? Jalam Jashvante... And suppose atra Tulyabala Virodha Asti. Tulyabala Virodha Asti. तुल्यबलविरोधः अस्ति इत्युक्ते द्वयोः कृते स्वतन्त्रलब्धावकाशः वर्तते. सो यत् जायते अत्र तकारः जलांजशोन्ते इति सूत्रस्य यत् इति पदान्त प्रश्नः अस्ति इफ् दे बिलोङ्ग् टु सपादसप्ताध्यायी इन् द सीक्वेन्स् अपि च जलांजष्टोन्ते पूर्वसूत्रमस्ति स्तोष्णसु परसूत्रमस्ति तदा किं करणीयमिति द्वयोः मध्ये कः सम्बन्धः इति अस्माभिः निर्मितः. एकत्र प्राप्तिः अस्ति सम्बन्धः इत्युक्ते तुल्यबलविरोधः अस्ति इदानीं तत्र किं चिन्तनीयम् अन्तरङ्ग् बहिरङ्ग् नित्यानित्य अथवा पूर्वपर पूर्वपर सो स्टार्ट् फ्रोम् वाट् विल् यु स्टार्ट् फ्रोम् अन्तरङ्ग् बहिरङ्ग् पूर्वपर फस्ट् वि विल् स्टार्ट् फ्रोम् अन्तरङ्ग् बहिरङ्ग् अन्तरङ्ग् बहिरङ्ग् वि हेव् टु सी इफ् देर् आर् मोर् देन् टु एण्टिटीस् अतः यत् जायते पदान्ते तकारः अस्ति परे ज अस्ति च च जल् वर्णः अस्ति तकारः निमित्तं जकारः we have to think from sthaniya nimitt drishtya takarah ta sthaniya asti ja nimittam asti toho sunashtuho sutrena api ta takarah sthaniya asti api cha jakarah nimittam asti atah तुल्यबलविरोधः अस्ति एकत्र प्राप्तिः अस्ति तुल्यबलविरोधः अस्ति भगिनि अस्तु एकमेव स्थाने और् एकमेव निमित्तम् अस्ति अतः अन्तरङ्गबहिरङ्गशास्त्रं न सम्बन्धः न वर्तते न वर्तते इदानीं नित्यम् अनित्यं द्रष्टव्यम् यदा स्तोश्चुनश्चुः प्रथमं करोति चेत् यद् जायते भवति तकार तत् यद् जायते भवति यदा जलां जशोन्ते करोति चेत् च यत् जायते भवति यत् चकार परे जकार आयाति अत्र मध्ये कः नित्य कः अनित्य कस्य कृताकृत प्रसङ्गः प्रसङ्गः नास्ति किम यत् जायते चकारस्य परे चकारस्य एव आयाति अतः अत्र नित्यानित्यसम्बन्धः अपि नास्ति इति सूत्रेण किं पदस्य अन्ते जलम् अस्ति चेत् परे किमपि इत्युक्ते आक्चुलि जलां जशो अन्ते इत्यस्य कृते परनिमित्तम् एव नास्ति वि डोण्ट् हेव् अ परनिमित्तं फार् जलां जशो अन्ते जलवर्णस्य जशादेशः भवति पदस्य अन्ते अस्ति इदानीमपि यज् भवति चेत् पदान्तस्य अन्ते जलवर्णः स्टिल् वी हेव् ए पद तादृशपदम् अस्ति यस्य अन्ते जलवर्णः न यज् आयाति चेत् हौ डु वि डु हौ डु वि डिसैड् कृताकृत प्रसङ्गः प्राब्लम् इस् यत् पुल जायते इस् इण्ट् इट् अत्र तादृशपदमस्ति यस्य अन्ते जलवर्णः, अतः जलां जशो अन्ते, आक्चुलि जलां जशो अन्ते इत्यस्य कृते परनिमित्तं न आवश्यकम्. सो पदस्य अन्ते जलवर्णः, तकार जलवर्णः, तस्य जशादेशः भवेत् इति जलां जशो अन्ते सूत्रं वदति. स्तोः श्नश्रु वदति, तकारस्य परे जकारः अस्ति चेत् तत्र चु आदेशः भवति, तु स्थाने चु आदेशः. सपोज् वी विल् टेक् जलां जशो अन्ते, सपोज् वी विल् डू जलां जशो अन्ते यद् प्लस् जायते, पुनः स्तोः श्चुः इत्यस्य प्रसक्तिः. पुनः तस्य प्रसक्तिः अस्ति न भगिनि, स्टिल् इट् इस् अ तु वर्णः, द इस् अ स्टिल् तु. स्तोः श्नश्चुः इत्यस्य पुनः प्रसङ्गः, बट् इफ् द मूमेण्ट् वी डू यच् प्लस् जायते देन् नौ स्टिल् जलां जशो अन्ते केन् डू, इजन्ट् इट्? जलवर्णः अस्ति, तस्य जश आदेशः भवति, च छ ज इति आदेशः भवति. सो द्वयोः कृते इदानीं नित्य बोथार् नित्य सूत्रास्. सपोज् वी आर् डूयिङ्ग् स्तोःश्चुनाश्चुः, इट् बिकम्स् यच् प्लस् जायते, पुनः जलं जश्वन्ते इत्यस्य प्रसक्तिः अस्ति न भगिनि, बोथार् नित्य सूत्रं. वट् विल् यु डिसैड्, वट् विल् यु डू नौ? बोथार् नित्य, अत्र नित्यानित्य सम्बन्धः अपि न वर्तते द्वयोः मध्ये. It is not that one is Kritakrita and another is not Kritakrita. Both are Kritakrita, isn't it? So, atra nitya nitya sambandha nasti. Atra nitya nitya sambandha nasti. Because both are nitya. How will I decide? Can't decide, no? When another becomes anitya, then only I will say nitya shastram is balavat. Both are nitya now. So what will we do when both are, when then we look at there is nitya anitya api nasti, then we look at the para sutra, then we will go to purva para, param karyam. So purva para, so if we will do purva para, what will, which is the para sutra? Parashastram. Then that will become Balavat, isn't it? That becomes Balavat, Asadu Rupasya Nishpati Hi Bhavati. Ataha Tripadiyam Tadrishya Chintanam Nakarniyam. Tripadi is very easy, Purvatra Siddham. We don't do that, all this Chintanam for Purvatra, because these are Tripadi Sutras, no need to do or go through all those processes. अत्र तु पूर्वत्र सिद्धम् एव कार्यं करोति, अत्र विप्रतिषेधपरं कार्यं सूत्रं न कार्यं करोति. सो विल् डु विल् त्रिपादी वेरि ईसि, शास्त्र द्वयोः त्रिपादीसूत्रयोः प्रसङ्गः एकत्र भवति चेत् पूर्वस्य अपेक्षया पारशास्त्रम् असिद्धमस्ति, पूर्वशास्त्र विल् ओन्लि डु द कार्य. अवगतं वा सर्वैः? सो वी डोण्ट् हेव् टु वरी अबौट् एनीथिङ्ग् एनी आफ् दीस् इन् त्रिपादि. सत्यं, दट् इस् बिकास् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. डोण्ट् हेव् टु आल् दिस् फार् त्रिपादि सूत्र, दट् इस् वै ऐ सेड् न कन्सिडर् दीस् आर् सपा सब्जेक्ट्. This is how Sita, how Maharishi has arranged, how much thought has gone, and how he, why the Sutra Krama is Tadrisha. Why Ach Sandhi is first, then Visarga, then Hal Sandhi. See how much thought, how the software works. Need to appreciate. So even in Sipadi, we don't have to worry about any of these, is it? Antaranga, Bairanga, Nitya, Nitya, nothing. नथिङ्ग् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारं दट् इस् वै दिस् इस् सेपरेट् वै वाट् वास् द नीड् फार् डिस्कसिङ्ग् पूर्वत्र सिद्धम् इन् द बलाबलकरपत्रं बिकास् त्रिपाद्याम् अनेन एव वयं निर्णयं कुर्मः अनेन शास्त्रेण अनेन सूत्रेण अधिकारसूत्रेण एव निर्णयं भवति we don't need their purva para nitya antaranga apad putra utambali maybe we will encounter some uttaranga apad here also that because that will be an exception case in the tripadi maybe there will be uttaranga apad apad shastra because apad also works here also but all other things will not work over here. बिकास् अत्र तुल्यबलः द्वयोः मध्ये तुल्यबलः एव नास्ति नो टु सूत्रात् तुल्यबले सः बिकास् अत्र सर्वत्र पूर्वत्र सिद्धमित्यस्य अधिकारः नाट् इन् एनी कण्डिशन् टु सूत्रात् विल् बि तुल्यबले देर् इस् नो तुल्यबल बिट्वीन् द सूत्रात् पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं सर्वत्र so when there is no tulyabalah how will we disguise nitya nitya or antarang bahirang or purvapad maybe apad is there apad will be there and purvatra siddham these two will do the karya for this agre abhyasah api asti idanim to sthagamah this is all about purvatra siddham then we have some more examples next raksha yaha padta prashna asti va etavata namaste chet manjuri bhagini prashna asti va bhagini sir ne atra kaam chinte ame atra koshtake laghu sankhya iti ek column asti अस्तु विच् क्रम युर् अच्छा लघुसङ्ख्या लघुसिद्धान्त आमां सत्यं अस्तु तर्हि शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः